सर्वेभ्यो नमः. गतवर्गे वयम् अभ्यासपुस्तकं सम्पूर्णतया कृतवन्तः, अतः सर्वेभ्यो अभिनन्दनानि. प्रथमसंस्कृतपुस्तकं न वयं कृतवन्तः. अनेकाः विषयाः तस्मिन् पुस्तके एतस्मिन् पुस्तके अस्ति, किन्तु लघुरूपेण अस्ति, किन्तु सर्वे विषयाः महत्त्वपूर्णविषयाः एव. तद् यदि जानीमश्चेत् बहु सौकर्यं भवति. वयं गतवर्गे किं कृतवन्तः इत्युक्ते, वयं यद्यपि तथापि इति प्रयोगस्य किञ्चित् अभ्यासः कृतवन्तः. तदनन्तरं यः सः यास अथवा तदेव नपुंसकलिङ्गे यत्तत् यद्रूपम् अस्ति तद् कृतवन्तः. एषः प्रयोगः यः सः तु सर्वत्र दृश्यते. उदाहरणार्थं या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता, नमस्तस्य नमस्तस्य नमस्तस्य नमो नमः यद् श्लोकः अस्ति तत्र भवति. अपि सरस्वतीदेव्याः श्लोकः अपि अस्ति, या कुन्देन्दुतुषारहारधवळा या शुभ्रवस्त्रावृता इति श्लोकः अस्ति. तत्रापि या सा अन्तिमपङ्क्ति, सा मां पातु सरस्वती भगवती निःशेष जाडा जाड्यापः इति अस्ति. अतः एषः प्रयोगः तु बहु प्रसिद्धः अस्ति, सर्वत्र दृश्यते. अस्तु, तत्र प्रथमतया वयं गृहपाठं कुर्मः, तदनन्तरम् अन्यविषयः गन्तुं तत्र गन्तुं शक्नुमः. तत्र गृहपाठः आसीत् यत् सः इति विषये किञ्चित् किम् अहम् उक्तवान्, हा वाक्यद्वयं, यः सः यासा अथवा यत्तत् तद् उपयुज्य वाक्यद्वयं लिखतु. तदनन्तरं यद्यपि तथापि उपयुज्य वाक्यद्वयं लिखतु इति. अस्तु, कः वक्तुं प्रथमतया कः वक्तुम् इच्छति? शोभा भगिनी वदति वा? आं महोदय. अस्तु, यः सर्वत्र अस्ति सः देवः. यानि पुस्तकानि भवती सूचितवती तानि अहं क्रीणामि. समीचीनं भगिनि. या पाञ्चालिकायाः अन्वेषणं बालिका आपणे करोति सा पाञ्चालिका नास्ति. तत्र या इति या पाञ्चालिकायाः, तत्र यापि षष्टिविभक्तिरूपम् आवश्यकम् इति. षष्टि नास्ति वा महोदय? हा, या इति षष्टि नास्ति. पाञ्चालिकायाः अस्ति, किन्तु या इति रूपं तत्र षष्टि नास्ति खलु? अथवा एतत् पाञ्चालिकायाः अन्वेषणं बालिका आपणे करोति सा पाञ्चालिका नास्ति. हा, तत् इदानीं समीचीनम् अस्ति भगिनि. धन्यवादः. तत्र विशेषणम् इति तद् तादृशं भवति तत्र. तत्र वयं वदामः खलु सः रामः इत्युक्ते तत्र रामः अस्ति, रामशब्दः विशेष्यम् अस्ति, सः तत्र विशेषणम् अस्ति. व्याकरणरीत्या तद् सः रामः अपि उत्तमः रामः समानः अस्ति. सः इत्युक्ते रामः, तत्र सः विशेषणम् अस्ति तत्र. तादृश अत्र अपि यद्यपि कृष्णः बालः आसीत् तथापि असुरान् वधं कृतवान्, सम्यक् अस्ति वा महोदय? तथापि द्वितीयभागं पुनरेकवारं भगिनि. तथापि असुरान् वधं कृतवान्. तत्र असुराणि इति अस्ति चेत् हरं तत्र हरति इति अस्ति, हरितवान् इति प्रायः अस्ति वा, हरितवान् अथवा किन्तु किन्तु किमस्ति भगिनि भवत्याः वाक्ये असुरान् वधं कृतवान्? हा, अतः तत्र वधं कृतवान् इति चिन्तयतु, कृष्णः वधं कृतवान्, तत्र प्रश्नः किं भवति, कस्य वधं कृतवान् इति, कस्य षष्ठविभक्तिः, बहुवचनम्, असुराणाम् असुराणां वधं कृतवान् अथवा हरितवान्। अत्र तत्र यदि भवती असुरान् इति उपयोगं कर्तुम् इच्छति चेत् तत्र क्रियापदम् एव तदनन्तरं भवितव्यं, वधम् इति न, वधं कृतवान् इति स्थाने एकमेव क्रियापदं भवितव्यं, तत्र मारितवान् इति तदपि भवति, असुरान् मारितवान्। यद्यपि कृष्णः युद्धं स्थगयितुं प्रयत्नं कृतवान् तथापि दुर्योधनः न अङ्गीकृतवान्। समीचीनम् अस्ति भगिनि, दुर्योधनः तत् न अङ्गीकृतवान्, समीचीनं, समीचीनम् अस्ति भगिनि, धन्यवादः। महोदय एकः प्रश्नः, भवती उक्तवती यस्य पाञ्चालिका, महोदय पुनरेकवारं, यस्याः पाञ्चालिका वाक्यं पुनरेकवारं वदतु भगिनि। यस्याः पाञ्चालिकायाः अन्वेषणं, यस्य पाञ्चालिकायाः षष्टि, यस्याः या पाञ्चालिका अन्वेषणं किमर्थं सम्यक् नास्ति महोदय? या पाञ्चालिका इति तत्र तादृश अस्ति चेत् पाञ्चालिका अस्ति, या अस्ति, अन्वेषणम् अस्ति, तत्र कर्तृपदं किं, कर्मपदं किम् अपि वाक्यं किम् आसीत् भगिनि, शोभा भगिनि, पाञ्चालिकायाः अन्वेषणम् अस्ति, न पाञ्चालिकायाः अन्वेषणं, बालिका इति किम्, आपणे करोति, किन्तु भवत्याः वाक्यं किम् आसीत् भगिनि? मम वाक्यं या आसीत्, या पाञ्चालिकायाः, यस्याः पाञ्चालिकायाः अन्वेषणं बालिका आपणे करोति, तावदेव। इदानीं वंशीसुधा भगिनि, तत्र बालिका अन्वेषणं करोति इति अस्ति खलु, तत्र क्रियापदम् अस्ति करोति, कर्तृपदम् अस्ति बालिका, अन्वेषणं किम् अस्ति तत्र, अन्वेषणं द्वितीयविभक्तौ अस्ति, कर्मपदम् अस्ति, अस्तु। इदानीं तस्य पूर्वं यदि या पाञ्चालिका अस्ति चेत् किं भवति, पाञ्चालिका इति तस्य विभक्तिः किम् अस्ति, पाञ्चालिका शब्दस्य विभक्ति किं, स्त्रीलिङ्गम्, अतः एकवचनं, अतः प्रथमाविभक्तौ अस्ति, अतः तत् कर्तृपदं भवितव्यं खलु, किन्तु पाञ्चालिका बालिका नास्ति खलु, बालिकायाः विशेषणमपि नास्ति, बालिका अन्वेषणं करोति खलु, प्रश्नः किं भवति, कस्य अन्वेषणं बालिका करोति, पाञ्चालिकायाः अन्वेषणं बालिका करोति। इदानीं वयं बालिका विषये किमपि, पाञ्चालिकायाः विषये किमपि वक्तुम् इच्छामः, अतः यस्याः पाञ्चालिकायाः अन्वेषणं बालिका करोति इदानीं तस्य विषये किमपि अग्रे वक्तुं शक्नुमः. अतः षष्टि समीचीनं खलु इदानीं. अस्तु, इदानीं कः नरेश महोदय वदति वा. यः यः तीव्रं धावति सः एव स्पर्धायां विजेता भवति. यत् चित्रं भवान् पश्यति तत् चित्रं मम नास्ति. या विद्यालयं गच्छति सा मम पुत्री अस्ति. यद्यपि तथापि यद्यपि सः अङ्गीकृतवान् तथापि सभास्थले न आगतवान्. यद्यपि अहम् इच्छामि तथापि योगासनं कर्तुं न शक्नोमि. यद्यपि तत् इच्छामि. अस्तु, अस्तु, समीचीनं महोदय. धन्यवादः. समीचीनमस्ति महोदय. अस्तु, मेहुल् महोदय वदति वा अद्य. आम् महोदय. अस्तु, यः पचति सः पाकशास्त्री. प्रथमवाक्यं. द्वितीयवाक्यं, यः कार्यं करोति सः कार्यकर्ता. या बालकम् आह्वयति सा माता. या लिखति सा लेखिका. तत्र लेखकी प्रायशः अस्ति अथवा लेखकी अस्ति वा. लेखकी अस्ति, किन्तु रूप लेखिका अथवा लेखकी कोऽपि स्मरति वा तत्र रूप. अहं चिन्तयामि लेखिका. लेखिका एव वा. अस्तु, अस्तु, अस्तु, अस्तु, अस्तु, धन्यवादः नरेश महोदय. अस्तु, अस्तु मोहल् महोदय, समीचीनमेव. अग्रे वदतु महोदय. अग्रे, वाल्मीकिना रचिता यत् महाकाव्यम् अस्ति तत् अन्यत्र नास्ति. वाल्मीकिना रचिता यत् महाकाव्यम् अस्ति तत् अन्यत्र नास्ति. हा, तत्र वाल्मीकिना इति तत्र विभक्ति किम् अस्ति. वाल्मीकिना तृतीया विभक्ति. अस्तु, अस्तु महोदय. अनन्तरं, मम गृहे यत् कार्यानम् अस्ति तत् मम मित्रस्य गृहे नास्ति. अनन्तरं, यद्यपि अहं पण्डितः नास्ति तथापि संस्कृतेन सम्भाषणं नास्मि. यद्यपि अहं पण्डितः नास्मि तथापि संस्कृतेन सम्भाषणं कर्तुं प्रयत्नं करोमि. यद्यपि सः लेखकः नास्ति तथापि लेखनं करोति. हा, समीचीनमस्ति महोदय, सर्वं समीचीनमेव. धन्यवादः. अस्तु, वंशीसुधा भगिनी भवती वदति वा. अस्तु महोदय. यः सम्यक् पठति सः विद्यालयस्य उत्तमः छात्रः भविष्यति. यः रङ्गमञ्चे नृत्यति सः मम अनुजा. यः रङ्गमञ्चे नृत्यति. यः सम्यक् पठति सः विद्यालयस्य उत्तमः छात्रः भविष्यति. अस्तु, अस्तु. द्वितीयवाक्यमस्ति, यः रङ्गमञ्चे नृत्यति सः मम अनुजः. या पाठशाला मम गृहे गृहसमीपे अस्ति सा प्रसिद्धा. समीचीनमस्ति. या अङ्कनी भवती इष्टवती सा अङ्कनी आपणे नास्ति. हा, तत्र या अङ्कनी भवती इष्टवती इति अस्ति. तत्र भवती इति इष्टवती इति क्रियापदम्. हा, भवती इति किम् अस्ति तत्र. भवती इति कर्तृपदम् अस्ति महोदय. हा, इदानीम् अङ्कनी किं भवति. अङ्कनी स्त्रीलिङ्गे अङ्कनी अङ्कनी इति कर्मपदमस्ति. अतः विभक्ति विभक्ति एकवचनम् अस्ति. अङ्कनीम् इति अङ्कनीम् या अङ्कनीम् किन्तु अङ्कनीम् इति द्वितीयविभक्तम् अस्ति चेत् या इदानीं या अपि परिवर्तनं भवति. हा समीचीनं भगिनि. हा इदानीं तत्र द्वितीयविभक्ति अस्ति याम् इति. याम् अङ्कनीं भवती इष्टवती तद् एव अहं चिन्तया मम वाक्यमपि अपि अशुद्धमेव महोदय. इदानीं समीचीनमस्ति चिन्ता मास्तु भगिनि. याम् अङ्कनीं भवती इष्टवती सा अङ्कनी आपणे नास्ति. इदानीं समीचीनं महोदय. यत् तत् यत् पुस्तकं बालाः पठन्ति तत् अहं पठितवती. यत् भवान् उक्तवान् तत् समीचीनम्. यद्यपि तथापि यद्यपि पुस्तकं बहुमूल्यम् अस्ति तथापि अहं क्रीणामि. यद्यपि किञ्चित् कष्टं भवति तथापि अहम् एकादशी व्रत पालनं करोमि. समीचीनमस्ति भगिनि. अस्तु सर्वं समीचीनं. धन्यवादः. तावत् महोदय. समीचीनमस्ति. धन्यवादः रघुपति महोदय. अथवा अस्तु अस्तु महोदय. यद्यपि मया पूर्वं गृहपाठं न कृतं तथापि इदानीमेव तं कर्तुम् इच्छामि. समीचीनं महोदय. अस्तु. यः अन्यायं करोति सः तस्य फलम् अनुभवति. यः चोरयति सः चोरः. यः संस्कृतं पठितुम् इच्छति सः महोदयस्य वर्गे आगच्छति. यद्यपि जलम् अमूल्यम् अस्ति तथापि जनाः तस्य वृथा व्ययीकरोति. व्ययः करोति व्ययीकरोति उभयमपि साधु वा वृथा व्ययीकरोति व्ययः व्ययः व्ययं करोति अपि व्ययं व्ययं करोति इति प्रायशः अस्ति. करोति किं कं करोति किं करोति इति एव अस्ति खलु तत्र क्रियापदम् इति भवति कर्मपदं व्ययः इति अतः व्ययः इति अस्ति कर्मपदं विभक्तिरु द्वितीयविभक्तिरूपं व्ययं करोति इति. जनाः कुर्वन्ति इति न आगच्छति महोदय. कुर्वन्ति सारी कुर्वन्ति जनाः इति जनाः कुर्वन्ति कुर्वन्ति. समीचीनं महोदय. यत् पुस्तकं मया पठितं तत् बहु सम्यक् आसीत्. तावदेव महोदय. धन्यवादः महोदय. सर्वे समीचीनं. उषा भगिनी वक्तुम् इच्छति वा? आं महोदय. यः समूह्य कृषिकरणं करोति सः कृषकः अस्ति. यः तदनन्तरं किम् अस्ति भगिनि? समूह्य इत्युक्ते किं भगिनि तत्र? लैक् कलेक्टिव् सामूहिक तदेव अर्थः वा तत्र? यः समूह्य कृषिकरणं करोति सः कृषकः अस्ति. अस्तु. यः काष्ठतक्षं करोति सः तक्षकः अस्ति. या वयनं करोति सा तन्तव्या अस्ति. या वयनं करोति सा तन्तवाय अस्ति. तन्तवाय तन्तवाय इति लिङ्गं किं तत्र? बीवर् लैक् किन्तु तन्तवाय इति तन्त वाय तन्तवाय तन्तवाय इति लिङ्गं वयामि इति वीविङ्ग्. अस्तु. तन्तुवायः, किन्तु सा तन्तुवायः, अस्तु अस्तु, अहं केवलं चिन्तयामि तत्र तन्तुवायः इति पुल्लिङ्गे अस्ति, तत्र तन्तुवाया अथवा किमपि स्त्रीलिङ्गे अस्ति वा इति, हा स्त्रीलिङ्गे अस्ति वा इति चिन्तयामि, किन्तु न जानामि, तत् वायः तु पुल्लिङ्गे एव अस्ति खलु, अतः तन्तुवाया अस्ति वा अथवा तन्तुवायकः प्रायशः, वायकः अपि बीवर् एव अस्ति, स्त्रीलिङ्गे तन्तुवायका भवती या सा उक्तवती खलु तत्र भवत्याः वाक्ये यासा इति अस्ति खलु, अतः तत्र सा इति युक्ते स्त्रीलिङ्गे अस्ति, यद् भवती तत्र वदति तदपि स्त्रीलिङ्गे भवति चेत् सम्यक् भवति खलु, तन्तुवायकाः तन्तुवायका तन्तुवायका हा तत्र तन्तुवायः अस्ति, वायकः इति अस्ति, वायकः बीवर् अपि अस्ति, अतः वायका इति अपि तन्तुवायका अथवा वायका द्वयमपि साधु इति मन्ये, किन्तु वायका स्त्रीलिङ्गे अस्ति, हा तावदेव भगिनि, हा अस्तु अग्रे, या तन्तु सन्तति करोति सा सूचिका अस्ति, यद्यपि अहं सम्भाषणं करोमि तदापि मम तृप्तिः नास्ति, यत् पुस्तकं त्वं पठसि तत् पुस्तकं मम समीपे नास्ति, यत् शाटिका मम समीपे अस्ति तत् शाटिका अन्यत्र नास्ति, हा तत्र शाटिका लिङ्गं पदस्य लिङ्गं किं भगिनि, स्त्रीलिङ्ग, हा अतः यत् इति यत् तत्र तत्र शाटिकाः न शाटिका इति स्त्रीलिङ्गे अस्ति भगिनि, अत्र वयं यः सः तत् पुल्लिङ्गे पुल्लिङ्गपदम् अस्ति चेत् यः सः तस्य प्रयोगं उपयोगं कुर्मः, स्त्रीलिङ्गपदम् अस्ति चेत् या सा इति भवति स्त्रीलिङ्गे, नपुंसकलिङ्गे अस्ति चेत् यत् तत् इति भवति, यथा भवती उक्तवती या सा एव वायका इति उक्तवती खलु, तत्र स्त्रीलिङ्गे अस्ति या सा इति, इदानीं शाटिका इति अस्ति तत् स्त्रीलिङ्गपदम् अस्ति खलु, अतः तस्य पूर्वं यद् यद् अस्ति तदपि स्त्रीलिङ्गपदं भव स्त्रीलिङ्गरूपं भवितव्यं तत्र, यत् इति किम् अस्ति तत्र उदाहरणं पश्यतु अभ्यासपुस्तकम् अथवा यत् सर्वं वयं श्रुतवन्तः तत्र यत् पुस्तकम् इति अस्ति, पुस्तकस्य लिङ्गं पुस्तकं पदस्य लिङ्गं किम्, पुस्तकं पुस्तकं पुस्तकं नपुंसकलिङ्गं नपुंसकलिङ्गं हा तत्र एव यत् तत् इति भवति, स्त्रीलिङ्गे या सा इति एव भवति, या शाटिका हा इदानीं तद् उपयुज्य वदतु, या शाटिका मम समीपे अस्ति सा शाटिका अन्यत्र नास्ति, हा तत्र सा शाटिका अथवा सा अपि साधु एव, सा अन्यत्र नास्ति, सा इत्युक्ते सा इति पदस्य तत्र अर्थः अथवा अन्वयः इति वदामः, अन्वयः कुत्र अस्ति चेत् शाटिका या शाटिका, अतः भवती सा इति वदति चेत् अपि समीचीनं, सा अन्यत्र नास्ति, सा इत्युक्ते सा शाटिका अन्यत्र नास्ति, समीचीनं भगिनि, हा धन्यवादः, हा अस्तु भानुचैतन्य महोदय वक्तुम् इच्छति वा, आम् महोदय, अस्तु यः अज्ञानं निवारयति स्वरूपदर्शनं कारयति सः गुरुः, यः दशरथस्य ज्येष्ठपुत्रः सः स एव रामः. या मा सा माया. या सर्वभूतेषु मातृरूपेण वर्तते सा देवीं पुनः पुनः नमस्करोमि. तां देवीं. तां देवीं महोदय. देवीम् इति अस्ति. या तां तु या सा. प्रथमभागौ विभक्ति किमपि विभक्ति भवितुमर्हति. तदेव विभक्ति द्वितीयभागे अपि भवितव्यम् इति नियमः नास्ति. यां तां न. न अहं तां देवीं. या इति या देवी. प्रथमभागः किम् आसीत्? या सर्वभूतेषु मातृरूपेण वर्तते. इदानीं तां देवीं पुनः पुनः नमस्करोमि. पुनः पुनः नमस्करोमि. तत्र पश्यतु, तत्र भवतः वाक्ये प्रथमभागे या इति अस्ति प्रथमविभक्तौ, द्वितीयभागे तां देवीं द्वितीयविभक्तौ अस्ति. तत्र विभक्ति समानं भवितव्यम् इति नियमः नास्ति. परिवर्तनं कर्तुं शक्नुमः. प्रसिद्धश्लोकः यद् अहम् उक्तवान्, या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता, तत्र किम् अस्ति? नमस्तस्यै नमस्तस्यै तस्यै इति अस्ति. तत्र चतुर्थी विभक्ति अस्ति. तत्र तत्र नमः इति पदमस्ति, अतः चतुर्थी विभक्ति. सत्यं सत्यं महोदय, खलु सत्यं. तत्र चतुर्थी नमः इति अस्ति चेत् चतुर्थी एव. रामाय नमः, शिवाय नमः, देव्यै नमः इति एव भवति. तत्र चतुर्थी. सत्यं महोदय. ततः किं भवितव्यं महोदय? द्वितीयविभक्ति देवीम् इति अस्ति चेत् नमस्करोमि इति भवान् उक्तवान्. नमस्करोमि इति तं नमस्करोमि. तत्र न नमस्करोमि इति अस्ति चेत् तत्र कर्मपदं भवति. अहं गुरुं नमस्करोमि. किन्तु गुरवे नमः. नमः अस्ति चेत् चतुर्थी, नमस्करोमि इति अस्ति चेत् तत्र द्वितीयविभक्ति. कर्मपदम्. अस्तु महोदय. यद् मातापितरौ आचरति तदेव पुत्री पुत्रौ. महोदय आचरतः मातापितरौ. आचरतः. मातापितरौ आचरतः तदेव पुत्री पुत्रौ अपि. यद् पितुः मित्रं मातुः तथा अनुजस्य बन्धुः गृहे सर्वे अनन्यं करोति सेवकाः भवन्ति तदेव चरवाणि. सम्यक्तया न श्रुतं मया महोदय, पुनरेकवारं वदति वा तत्र? आं महोदय. यत् पितुः मित्रं मातुः सखा अनुजस्य गृहे सर्वे अनन्यभक्तिं कुर्वन्ति सेवकाः भवन्ति तदेव चरवाणि. तदेव चरवाणि स्मार्ट्फोन्. अस्तु. अस्तु महोदय. अस्तु अस्तु. एतत् अत्र किञ्चित् भेदः आसीत्. पूर्वतनवाक्य वाक्यस्य अपेक्षया अस्तु अस्तु अस्तु हा समीचीनमेव इति मन्ये महोदय. यद्यपि बहुविघ्नानि भवन्ति तथापि धीराः कार्यं सम्पूर्णं कुर्वन्ति. यद्यपि बहुविघ्नानि भवन्ति बहूनि विघ्नानि भवन्ति बहूनि विघ्नानि भवन्ति तथापि धीराः कार्यं सम्पूर्णं कुर्वन्ति. समीचीनं. यद्यपि लङ्कायां श्रीरामचन्द्रः दर्शनं बहुसमयं न प्राप्तवती तथापि सीतामाता प्रभोः अनन्यस्मरणं करोति. पुनरेकवारं वदतु महोदय तत् वाक्यं. यद्यपि लङ्कायां श्रीरामचन्द्रः दर्शनं बहु सम्यक् न प्राप्तवती तथापि सीतामाता प्रभोः अनन्यस्मरणं करोति. तत्र दर्शनं यद्यपि श्रीरामचन्द्रः दर्शनं तदनन्तरं किं बहु समयं तदनन्तरं न प्राप्तवती दर्शनं बहु समयं न प्राप्तवती. तत्र कस्य दर्शनं इति भवति महोदय? बहुकालं न प्राप्तवती तथापि सीतामाता प्रभोः अनन्यस्मरणं करोति. अस्तु महोदय समीचीनं. धन्यवादः महोदय समीचीनम् अस्ति. अस्तु अन्य कोऽपि वक्तुम् इच्छति वा? सर्वे उक्तवन्तः वा? अस्तु समीचीनमेव अस्ति. अस्तु अद्य एतत् कुर्मः इति चिन्तितवान्. वयं तु इदानीम् अभ्यासपुस्तकं कृतवन्तः. अस्तु सर्वेभ्यो अभिनन्दनानि. इदानीं गीतासोपानं तदेव कर्तुम् इच्छामः. किन्तु तस्य पूर्वं गीतासोपानस्य पूर्वं किञ्चित् विरामः इति चिन्तयित्वा तत्र अहं चिन्तितवान्. तत्र कथाद्वयम् अस्ति किन्तु अद्य यां कथां कुर्मः इति अहं न जानामि. अतः भवन्तः एव वदन्तु. तत्र कृष्णफलके अहं तत्र लिङ्क् स्थापितवान् अस्मि. तत्र कृष्णफलकं पश्यति चेत् तत्र कथाद्वयम् अस्ति. तत्र पश्यन्तु कृष्णफलकस्य लिङ्क् तु अस्ति इति मन्ये. तत् ईमेल् मध्ये एव अस्ति. तत्र 14 May 2019 इति प्रथमपुटे एव अस्ति. तत्र अद्य एतां कथां पठामः अथवा अन्या कथा अपि अस्ति इति तत्र अहं लिङ्क् द्वयं स्थापितवान्. तत्र पश्यतु किं कुर्मः अद्य इति. प्रथमः अस्ति भगवतः सृष्टौ न सन्ति दुष्टाः. अन्या कथा अस्ति एतत् भवदीयम्. अहं चिन्तयामि एतत् भवदीयम् इति तत् प्रथमं कुर्मः. तदनन्तरं भगवतः सृष्टौ न सन्ति दुष्टाः इति किं चिन्तनं कर्तुं सम्यक् वा? आम् महोदय. अस्तु अस्तु, अतः प्रथमम् एतत् भवदीयं, यत् ब्लाक् एण्ड् वैट् मध्ये अस्ति तत् पूर्वं, कलर् मध्ये अस्ति तत् अनन्तरम् इति चिन्तनं तावदेव. अस्तु, पूर्वं यद् आगतं तद् प्रथमं कुर्मः इति. अस्तु, अतः एतत् भवदीयम् इति यदस्ति, एतत् लक्ष्मीभगिन्या प्रेषितमासीत् अन्ये वर्गे, किन्तु बहु सम्यक् अस्ति इति कृत्वा अहमपि अत्र स्थापितवान्. सर्वे पश्यन्ति वा एतत् भवदीयम् इति कथा? अस्तु, अत्र अस्तु तया. अस्तु, रघुपतिमहोदय भवान् पठति वा तत्र? अस्तु महोदय, अनन्तरं पठामि. अस्तु अस्तु अस्तु अस्तु, चिन्ता मास्तु. हा, चिन्ता मास्तु. वंशीसुधा भगिनी आरम्भं करोति वा? आं महोदय, आं महोदय. एतत् भवदीयं. कस्मिंश्चित् देशे कश्चन महाराजः आसीत्. सः नितरां धर्मनिष्ठः, दानशीलः च. कदाचित् राजभवनं प्रति कश्चन तापसः आगतवान्. महाराजः अतीव सन्तोषेण तस्य प्रणामं कृतवान्, उक्तवान् च, भो साधु महाराज, भवतः आगमनेन मम राजभवनं पवित्रम् अभवत्. अद्य अहं भवते अद्यमूल्यं कमपि उपाहारं ददामि. वदतु किं ददामि इति. धन्यवादः. अस्तु, इदानीं मेहुल् मोदी अग्रे पठति वा? आं महोदय. तापसः उक्तवान्, भवान् आत्मनः अत्यन्तं प्रियं वस्तु मह्यं ददातु इति. झटिति महाराजः उक्तवान्, किमहं मम राज्यं कोशं वा समर्पयामि इति. तत् सर्वं प्रजाजनानां, न तु भवदीयम्. भवान् तु तस्य संरक्षणमात्रं करोति, तापसः अवदत्. धन्यवादः. अस्तु, अग्रे नरेश महोदय. महोदय, एवं चेत् राजभवनं रथादिकं वा दत्तामि. मदिराम एव महाराजः. एतत्तु मदिराम एव. एतत्तु तापसः किञ्चित् हसित्वा उक्तवान्, महाराज, भवान् विस्मृतवान् अस्ति यत् एतदपि प्रजाजनानाम् एव इति. भवतः कार्ये सौविध्य कल्पनाय एव एतत् भवते दत्तं भवति. हा, धन्यवादः महोदय, धन्यवादः. शोभा भगिनी अग्रे. तर्हि मम शरीरमेव ददामि, एतद्वा मदीयम् इति अङ्गीकरोति खलु? महाराजः उक्तवान्, तत् भवतः मातापितृभ्यां दत्तं, तदुपरि भवतः पुत्राणाम् अधिकारः भवति, न तु भवतः, तापसः अवदत्. अधुना तु महाराजः विस्मयेन मूकः अभवत्. सः अग्रे किं वक्तव्यम् इत्येव न ज्ञातवान्. तावदेव भगिनी. उषा भगिनी अग्रे पठतु. अहं न पश्यामि महोदय. तत्र लिङ्क् वयं कृष्णफलकं पश्यति खलु, कृष्णफलकं ट्यूस्डे क्लास् बोर्ड् इति एकं कृष्णफलकम् इति ईमेल् द्वारा यद् अस्ति, तत्र कृष्णफलकम् इति एकम् अस्ति. क्षम्यताम्. अस्तु, अस्तु तर्हि. महोदय, अहं पठामि. अस्तु महोदय, पठतु इदानीम्. अस्तु, उक्तवान् महाराज उक्तवान् सः अग्रे किं वक्तव्यम् इत्येव न ज्ञातवान् अन्तिम परिच्छेदः ओके तदा तापसः एव उक्तवान् राजन् भवतः मनसि यः अहङ्कारः अस्ति सः पूर्णतः भवदीयः एव तस्य दानं करोतु यतः अहङ्कारः एव सर्वविधस्यापि बन्धनस्य कारणम् इति महाराजः अनन्तरदिनतः एव अनासक्तः योगी इव शासनं कृतवान् एतदेव अस्ति धन्यवादः अस्तु इदानीं पश्यामः किं किम् अस्ति इति अस्तु तत्र उषा भगिनी इदानीं पश्यति वा न महोदय हा तत्र ईमेल् मध्ये कृष्णफलकम् इति एकं लिङ्क् अस्ति तद् क्लिक् करोति चेत् हा तत्र कथाद्वयमस्ति देर् आर् टु लिङ्क्स् हा लिङ्क् द्वयमस्ति एकां कथाम् अद्य एकां कथां पठामः इति अस्ति तदनन्तरम् अन्या कथा अपि अस्ति इति द्वितीय लिङ्क् अस्ति तत्र क्षम्यताम् अस्तु इदानीं मेहुल् महोदय तत्र प्रथमतया प्रथमवाक्य आरम्भतः तत्र एकमेकं वाक्यं पठित्वा किञ्चित् वदतु किं किम् अस्ति तत्र इति अस्तु प्रथमवाक्यमस्ति कस्मिंश्चित् देशे कश्चन महाराजः आसीत् तत्र एक देशे एक महाराजः अस्ति सः नितरां धर्मनिष्ठः दानशीलः च तत्तु महाराजः धर्मनिष्ठ अस्ति अपि च दानशील अपि अस्ति नितराम् इत्युक्ते सदैव सः धर्मनिष्ठः अस्ति अपि च दानशीलः अस्ति अस्तु तत्र कस्मिंश्चित् देशे कश्चन महाराजः कश्चन इत्युक्ते किं कश्चन इत्युक्ते एकः महाराजः किमपि एकः महाराजः सर्टन् इति अर्थे कश्चन कः प्लस् चन कश्चन तत् पुल्लिङ्गरूपम् अस्ति इदानीं देशे इति अस्ति तत्र कस्मिन् तत्र कः महाराजः प्रथमविभक्तिरूपं कस्मिन् देशे इति सप्तमविभक्तिरूपं कस्मिंश्चित् कस्मिंश्चित् इन् अ सर्टन् कण्ट्रि अथवा इन् अ सर्टन् सप्तमविभक्ति आसीत् तदनन्तरं सः नितरां धर्मनिष्ठः इत्युक्ते किं सः धर्मस्य निष्ठायुक्तपालनं करोति निष्ठा इत्युक्ते धर्मः सर्वदा आचरति सः धर्मस्य पालनं करोति यद्यत् करोति स तत् सर्वं धर्ममार्गम् एव धर्मानुसारं करोति सः दानशीलः इत्युक्ते दानशील इत्युक्ते तस्य चरित्र दानवीर अस्ति सः बहु दानं करोति इति दानं करोति सः बहु दानं करोति समीचीनं महोदय इदानीं अनन्तरं कदाचित् राजभवनं प्रति कश्चन तापसः आगतवान् तत्र एकस्मिन् दिने राजभवनं प्रति एकः कश्चन इत्युक्ते अपि अत्र अपि सर्टन् तापसः इत्युक्ते एकं मुनिः ऋषिः इति तत्र प्रति इत्युक्ते समीपे टुवर्ड्स् समीचीनं महोदय तत्र प्रति इति अस्ति चेत् तत्र तस्य पूर्वं राजभवनम् इति अस्ति तत्र विभक्ति किम् अस्ति राजभवनं राजभवनम् इति द्वितीयविभक्ति कर्मपदम् अस्ति समीचीनं महोदय अत्र तापसः इति कर्तृपदम् अस्ति राजभवनम् इति कर्मपदम् अस्ति समीचीनं महोदय अग्रे अग्रे महाराजः अतीव सन्तोषेण तस्य प्रणामं कृतवान्. अत्र तापसः तत्र आगच्छति, अनन्तरं महाराजः सः तस्यां पश्यति, अनन्तरं सम्पश्यति, अनन्तरं तं प्रमाणं करोति, प्रणामं करोति, तस्य प्रणामं करोति सन्तोषेण इति नमस्करोति. सन्तोष अतीव सन्तोषेण इत्युक्ते तापसः पश्यति अतः सः सन्तोषः अनुभवति, अतिसन्तोषः, बहु सन्तोषः अनुभवति. अतीव इत्युक्ते बहु सन्तोषेण, सन्तोषेण इति अपि तृतीया विभक्ति, तत्र नकारस्य अणकारः भवति. सन्तोषेण समीचीनं भवति. अस्तु, तत्र शकारः अस्ति इति कृत्वा नकारः भवति. समीचीनं महोदय. तत्र कृतवान् किमपि कार्यं भवति चेत् तत्र भावः इति वदामः. भावः वक्तुं वयं तृतीयविभक्तिरूपम् उपयोगं कर्तुं शक्नुमः. सः सन्तोषेण गायति अथवा सन्तोषेण कार्यं करोति. अत्र सन्तोषेण महाराजः तापसः यः अस्ति तस्य प्रणामं कृतवान् इति. अग्रिमवाक्यं महोदय. उक्तवान् च भोः साधु महाराज, भवतः आगमनेन मम राजभवनं पवित्रम् अभवत्. अत्र प्रणामं कृत्वा सः वदति भोः साधु महाराज, भवतः आगमनेन मम राजभवनं पवित्रम् अभवत् इत्युक्ते सः अति उत्साहेन अतिसन्तोषेण वदति तापसः आगच्छति अतः मम राजभवनं पवित्रम् अभवत्, निर्मलम् अभवत्, पवित्रम् अभवत् इति, पावनम् अभवत्. समीचीनं महोदय. अग्रे. अद्य अहं भवते अत्यमूल्यं कमपि उपहारं ददामि. तत्तु तापसे किमपि उपहारम् इत्युक्ते गिफ्ट् दत्तुम् इच्छति, अतः सः वदति मम भवते मम पार्श्वे किमपि अतिमूल्यं किमपि उपहारमस्ति, तत्तु अहं तं दातुम् इच्छामि. तस्मै चतुर्थविभक्ति, तस्मै दातुम् इच्छामि इति वदति. वदतु किं ददामि, परन्तु सः न जानामि किं. तत्र त्वम् इति न भवते इति अस्ति, अथवा भवते भवते इति भवान् इति भवते, तत्र विभक्ति का अस्ति भवते पदस्य सप्तमी विभक्ति. न ददामि इति, ददामि इति तत्र चतुर्थी एव अस्ति. भवते इत्युक्ते तस्य मूल्यं किमपि अधिकमूल्यम् अस्ति, अतिमूल्यम् इति अहं चिन्तयामि. अति अमूल्यम्, अमूल्यम् अतिमूल्यं न, अतिमूल्यम् इत्युक्ते है प्रैस्ड् इति खलु, अमूल्यम् अति अमूल्यं अत्यमूल्यम् इति अस्ति. समीचीनं महोदय. तत्र किमर्थं कमपि अस्ति किमपि नास्ति तत्र मूल्यम् इति नपुंसकलिङ्गपदं पदम् अस्ति, अतः कम् कमपि कम् किन्तु किम् इति नपुंसकलिङ्गपदम् अस्ति. कम् इति कीदृशपदम् अस्ति जानाति वा? कम् कम् प्लस् अपि कम् अन्य कोऽपि वदति वा? कम् इत्युक्ते किम्? उपहारं तथा द्वितीयविभक्ति सत्यं, किन्तु कम् इति कस्य पदस्य द्वितीया विभक्तिरूपम्? कः उपाहारः ददामि, कः उपहारः इति प्रथमे वक्तौ, किन्तु कम् उपहारम् इति द्वितीयपक्तिरूपं, कम् उपहारं ददामि अथवा कमपि उपहारं ददामि इति, अतः कम् इति अस्ति, उपहारः इति पुल्लिङ्गपदम् अस्ति. वदतु किं ददामि इति, सः वदति अहं किं ददामि इति, भवानेव वदतु अहं न जानामि किन्तु कमपि दातुम् इच्छामि, मूल्यं दातुम् इच्छामि. समीचीनं महोदय, धन्यवादः. अस्तु अग्रे अस्तु उषा भगिनी, प्रयत्नम् उषा भगिनी इदानीं पश्यति वा? I don't have that email, mahoday. Email eva nasti va? Astu. Usha bhagini, it's in that same email. Krishna Palakam, you found the other story, it is right next to that. It's next link. I have this, like a story, Nashtaha, Pishtad. That email I sent yesterday, it's Etam Katham. Then there is Anya Katham right next to it. It's in Krishna Palakam. That one, Bhagini. No. Astu, Usha Bhagini. Chintam astu. Astu. Vamshi Sudha Bhagini. Bhavati Vadati Vagre. Aham link Preshitavati Mahodaya, Usha Bhagini Krute. Astu. Usha Bhagini. कमेण्ट् मध्ये उषा भगिनी भवती एतत् कान्फरेन्स् काल् पश्यति चेत् तत्र प्रायश, किन्तु भवती सङ्गणके आगच्छति वा इति न जानामि. ईमेल् अपि चेक् करोतु भगिनि. अस्तु वंशी, हा वंशी सुधा भगिनी इदानीं वदतु. आम् महोदय, तापसः उक्तवान् भवान् आत्मनः अत्यन्तं प्रियं वस्तु मह्यं ददातु इति. तापसः वदति राजन् भवतः अत्यन्तप्रियं वस्तु मह्यं चतुर्विभक्ति ददातु इति, कीदृशम् अतः अत्यन्तं किम् इच्छति, अत्यन्तं प्रियम् इति वस्तु इति रूपं किं जानाति वा, कीदृशपदम् अस्ति वस्तु, लिङ्गं किं महोदय पुनरेकवारं, वस्तु वस्तु इति पदस्य लिङ्गं जानाति वा? वस्तु इति चिन्तयामि, सत्यं भगिनि, समीचीनं. वस्तून् वस्तून् इति प्रायः अस्ति, वस्तून् किन्तु प्रथमविभक्ति एकवचनरूपम् अस्ति वस्तु, तदनन्तरं वस्तूनि इति बहुवचने अस्ति इति मन्ये, अतः तत्र कर्मपदम् अस्ति किन्तु अत्यन्तम् इति अस्ति, प्रियम् इति अस्ति, तद् विभक्ति एव अस्ति, वस्तु अपि द्वितीयविभक्तौ एव अस्ति, मह्यम् इति चतुर्थीविभक्ति इति उक्तवती, समीचीनम्. आत्मनः इति आत्मनः षष्ठीविभक्ति एव, किन्तु आत्मनः इत्युक्ते आत्मन् इति तस्य वा अथवा अन्य अर्थः वा? भवतः आत्मः किं प्रियमस्ति, भवतः भवान् किम् इच्छति अत्यन्तं प्रियम्, तदेव स्वयं किम् इच्छति तदेव मह्यं ददातु. समीचीनं भगिनि. झटिति महाराजः उक्तवान्, झटिति महाराज उक्तवान् किम् अहं मम राज्यं कोशं वा समर्पयामि इति. झटिति शीघ्रं महाराजः उक्तवान् किम् अहं मम राज्यं अथवा कोशम् इत्युक्ते धनकोशः अस्ति समर्पयामि इति उक्तवान् पृष्टवान्. तत्सर्वं प्रजाजनानां न तु भवदीयं, भवान् तु तस्य संरक्षणमात्रं करोति. तापसः अवदत्, तापसः वदति तत् सर्वं राज्यम् अथवा कोशं प्रजाजनानाम् एव भवति, भवतः नास्ति, तत्तु भवदीयं. भवदीयम् इत्युक्ते किं महोदय, अर्थं किं महोदय? भवदीयम् इत्युक्ते भवतः नास्ति इति. प्रातिपदिकं भवतः एव नास्ति. भवान् तु तस्य संरक्षणमात्रं करोति. तापसः वदति भवान् तु राज्यस्य कोशस्य संरक्षण एव करोति इति तापसः अवदत्. तत्र राजा महाराजः अस्ति, तस्य कार्यं किम् अस्ति तत्र? राज्यस्य वा कोशस्य वा संरक्षणम् एव कार्यं, किन्तु राज्यं तस्य नास्ति, कोशमपि तस्य नास्ति. राजा महाराजा किम् उक्तवान्? मम राज्यं, मम कोशम् इति उक्तवान् खलु, किन्तु तस्य राज्यं नास्ति, तस्य कोशमपि. इदानीम् अग्रे. एवं चेत् राजभवनं रथादिकं वा ददामि. एतत्तु मदीयमेव, महाराज उक्तवान् एवम् इति वदति महाराज. अथवा एतत् राजः कोशः मम नास्ति चेत् अहं राजभवनं रथादिकं, रथा एव ददामि. एतत्तु मदीयमेव इत्युक्ते महाराजः उक्तवान्. अत्र किम् अस्ति एवं चेत्? एवं चेत् इत्युक्ते तत्र राज्यं वा कोशं मम नास्ति चेत् तर्हि अथवा रथादिकं रथादिकं कथम् आगतवती महोदय? इत्यादि रथ इत्यादि वस्तूनि इति तानि अहं ददामि इति सः वक्तुं. तत्र यदि तर्हि इति उपयुज्य वदतु. तत्र एवं चेत् स्थाने, एवं चेत् स्थाने यदि यदि राज्यं कोशं यदि राज्यं कोशं मम नास्ति तर्हि राजभवनं रथादिकम् अहं ददामि. समीचीनं भगिनि, हा समीचीनम्. अस्तु, शोभा भगिनी अग्रे वदति वा. तापसः किञ्चित् हसित्वा उक्तवान्, तापसः विनोदम् अनुभवति राजस्य वाक्येन, वाक्यं श्रुत्वा तापसः विनोदम् अनुभवति. अपि वदति महाराज, भवान् विस्मृतवान् अस्ति यत् एतदपि प्रजाजनानाम् एव इति. तापसः उक्तवान् महाराजा विस्मृतवान् महाराजस्य के अपि अस्ति ते सर्वं प्रजानाम् एव अस्ति, न प्रजाजनानाम् एव, प्रजाजनानाम् एव अस्ति, न तु महाराजस्य. महाराजा तत्र राज्यं तस्य नास्ति, कोशं तस्य नास्ति, राजभवनं तस्य नास्ति, रथादिकमपि तस्य नास्ति, तस्य नास्ति. राजः भ्रमितः अस्ति, ते सर्वे तस्य सन्ति. सत्यं सत्यं, सः राजा चिन्तितवान् एतत् यद्यदस्ति तत् सर्वं मम एव अस्ति इति सः चिन्तितवान्, किन्तु इदानीं तापसः वदति प्रदर्शयति तत् सत्यं नास्ति इति. समीचीनम्. इदानीम् अग्रिमवाक्यं, भवतः कार्ये सौविध्या कल्पनाय एव एतत् भवते दत्तं भवति. भवतः कार्ये सौविध्या कल्पनाय एव एतत् भवते दत्तं भवति. तापसः वदति भवतः कार्ये सौविध्या कल्पनाय, इमेजिनेशन् महोदय, सौविध्य इत्युक्ते सौविध्य मेनि वेस् सुविधा भावपदं सौविध्य. समीचीनं. भवतः कार्ये राजः किं कार्यं करोति, कार्यानुसारं कार्यस्य अनुकूलार्थं सौविध्य कल्पनाय एव एतत् भवते दत्तं भवति. अत्र तत्र किं किम् अस्ति, तत्र भवतः इति षष्ठी विभक्ति अस्ति, भवते इति कार्ये सप्तमी विभक्ति अस्ति, सौविध्य कल्पनाय चतुर्थी एव एतत् भवते दत्तं भवति. अत्र एतत् इति भवते इति चतुर्थी विभक्ति, भवते दत्तं भवति, भवते दत्तं दत्तं भवति. तत्र एतत् राज्यं वा कोशं वा अथवा राजभवनं रथादिकं सर्वं दत्तमस्ति. कार्ये सौकर्यं भवतु इति, राजकार्यं एतत् सर्वं तस्मै दत्तम् अस्ति. समीचीनं भगिनि, समीचीनम्. अस्तु, नरेश् महोदय अग्रे वदति वा. तर्हि मम शरीरम् एव ददामि, यदि धनं मम नास्ति, मम नास्ति, तर्हि मम शरीरमेव ददामि. एतद्वा मदीयम् इति अङ्गीकरोति खलु, महाराज उक्तवान्. एतत् प्लस् वा एतद्वा, एतत् किमर्थं शरीरं, शरीरम् अतः एतत् एतद्वा तत् मदीयम् अस्ति. शरीरं तु मम शरीरम् अस्ति खलु, तद् तदेव सः उक्तवान् खलु, मम शरीरम् एव ददामि इति. तत् मम एतत् मम शरीरम्, एतत् अहं ददामि, तद् मम इति अङ्गीकरोति खलु इति. महाराज तापसं पृच्छति, अङ्गीकरोति खलु. तत् भवतः मातापितृभ्यं दत्तम् शरीरं भवतः नास्ति, तत्तु मातापितृभ्यां दत्तं, मातापिता दत्तं, तत्तु भवतः नास्ति. तत्र मातापितृभ्याम् इति अस्ति, तत् दत्तम् इति अस्ति, जानाति वा तत्र मातापितृभ्याम् इति विभक्ति का इति? पञ्चमविभक्ति अपि सत्यं, रूपं तु पञ्चमविभक्तिरूपं सत्यमेव. तत्र भ्याम् इति अस्ति चेत् द्वितीयवचनं द्विवचनम् अस्ति, समीचीनं द्विवचनम् अस्ति, समीचीनं. चतुर्थी विभक्ति भवति अपि, अन्यत् किमपि विभक्ति भवितुमर्हति वा? तत् तत्र चिन्तयतु, देवाभ्यां देवाभ्यां देवाभ्यां किं किं भवति भ्याम् इत्युक्ते? अस्तु, सर्वे जानन्ति, बहु समीचीनम्. अस्तु, इदानीं तत्र षष्टि सप्तमी किं भवति? भ्याम् इति स्थाने किं भवति? देव देव देवाभ्याम् इति चिन्तयतु, देवाभ्याम् इति स्थाने सप्तमी मातापितृयोः इति पित्रोः, समीचीनम्. अत्र पितृभ्याम् इति अस्ति, तत् तृतीया वा चतुर्थी वा पञ्चमी वा विभक्तिरूपं भवितुम् अर्हति. किन्तु पितृभ्यां दत्तम् इति अस्ति, भवतः पितृभ्यां दत्तम् इति अस्ति, तत् कर्मणि रूपम् इति मन्ये, तेन दत्तं, मया कृतम् इति, तत् तृतीयविभक्तिरूपम् इति चिन्तयामि. भवतः माता पितृभ्यां दत्तम्. अग्रे महोदय, तदुपरि भवतः पुत्राणाम् अधिकारः भवति, न तु भवतः स्थापकः अवदत्. तत्र तदुपरि, तदुपरि इत्युक्ते तत् शरीरम् उपरि भवतः पुत्राणाम् अधिकारः भवति, भवतः अधिकारः नास्ति. तदुपरि भवतः पुत्राणाम् अधिकारः भवति, न तु भवतः अधिकारः अस्ति. पुत्राणाम् इति पुत्रः वा पुत्री वा, तेषाम् अधिकारः अस्ति इति. तापसः अवदत् अवदत् अस्तु, अवदत्. अग्रे अग्रिमवाक्यद्वयं करोतु महोदय, तदनन्तरम् अन्य कोऽपि करोति. तत्र ज्ञातवान् इति पर्यन्तं. अधुना तु महाराजः विस्मयेन मूकः अभवत्. मूकः अभवत् किमपi न अवदत् महाराजः. वक्तुं न शक्नोति सः किमपि वक्तुं न शक्नोति. विस्मयेन इति तदपि कीदृशरूपम् अस्ति? सन्तोषेण इति रूपं, तृतीयविभक्ति. विस्मयः विस्मयेन इति. तत्र मूकः इति किं? मूकः अपि महाराजः, तयोः सम्बन्धः कः? विशेषणं विशेष्यभावः. किं विशेषणं, किं विशेष्यम्? मूकः विशेषणं, महाराजः विशेष्य. विशेष्यं, समीचीनं महोदय. अस्तु, अग्रे सः अग्रे किं वक्तव्यम् इत्येव न ज्ञातवान्. महाराज न जानामि जानाति किं वक्तुं. किं समीचीनम् अस्ति वक्तुम् इति सः न जानाति. किं वक्तव्यं, किं कर्तव्यम् इति, किं वक्तव्यम् इति सः न जानाति. सम्यक् किम् अस्ति इदानीं वक्तुं, किं सम्यक् अस्ति इति सः न जानाति. अस्तु, इदानीं रघुपतिमहोदय अग्रे वदतु. तदा तापसः एव उक्तवान्, राजन् भवतः मनसि यः अहङ्कारः अस्ति सः पूर्णतः भवदीयः एव, तस्य दानं करोतु. यदा राजः मूका जाता विस्मयेन तदा तापसः वदति, राजन् भवतः मनसि अहङ्कारः आसीत् अहङ्कारः अस्ति तदेव तदेव भवदीयः एव तदेव पूर्णतः तस्य उपरि एव भवतः पूर्णाधिकारः अस्ति. अतः तदेव तस्य दानमेव करोतु इति. यतः अहङ्कारः एव सर्वविधस्यापि बन्धनस्य कारणम्. किमर्थम् यतः सर्वबन्धनस्य कारण सर्वविधस्य अपि बन्धनस्य कारणं किमर्थम् अहङ्कारः एव अहङ्कारः मानवस्य बन्धनस्य कारणम् अस्ति. अतः केवलं कारणम् इति न, किन्तु तदेव महत्वपूर्णकारणम् अस्ति. यदि अहङ्कारः नास्ति चेत् अन्यानि कारणानि तु सन्ति बन्धनस्य, किन्तु यदि अहङ्कारः कारणं यदि अहङ्कारः गच्छति अन्यानि कारणानि अपि गच्छन्ति इति तादृश. अत्र तत्र महोदय एतत्तु वक्तव्यं खलु, तत्र यः अहङ्कारः अस्ति सः पूर्णतया पूर्णतः भवदीयः एव इति, यः सः इति रूपम् अस्ति खलु. यः अहङ्कारः अस्ति सः भवदीयः एव इति. अस्तु, अन्तिमवाक्यं. महाराज अनन्तरदिनतः एव अनासक्तः योगी इव शासनं कृतवान्. तदा महाराजस्य ज्ञानोदय भवति. अतः स इदानीं स ज्ञातवान् किमपि अस्माकं किमपि नास्ति, सर्वं तस्य नास्ति, सर्वं जनानाम् एव. अतः ज्ञानोदयात् परं सः योगी इव शासनं कृतवान्, मोदी इव शासनं कृतवान् सर्वं मम नास्ति, सर्वं यदस्ति तद् जनानाम् एव इति तत् विचिन्त्य सः पालनं कृतवान्. राज्यस्य पालनं तु कृतवान्, किन्तु एतत् मम राज्यम् अत्र अहं किमपि कर्तुं शक्नोमि इति तादृशः चिन्तनं नास्ति नासीत् तस्य. एतत् सर्वं मम नास्ति किन्तु अत्र मम कर्तव्यम् अस्ति इति चिन्तयित्वा सः पालनं कृतवान्. अस्तु अस्तु, इदानीं भानुचैतनी महोदय, भवान् न पठितवान् खलु तत्र कथां पश्यति खलु तत्र महोदय, किञ्चित् वदति वा किं किम् अभवत् इति. आरम्भं करोतु, अन्य कोऽपि अग्रे वदति किञ्चित्, किन्तु यद् आरम्भे किं किम् आसीत् इति एकवारं वदतु. तत्र महाराजः आसीत् इति महाराज स्वशब्दैः यत् अवगतं तत् किञ्चित् वदतु अत्र महोदय. सम्पूर्णतया न, केवलम् आरम्भतः. एकः महाराजः आसीत्, सः तु धर्मनिष्ठः अभवत् अभवत् न आसीत् आसीत् आसीत् आसीत् सः तु धर्मनिष्ठः अभवत् इति अपि आसीत् इति भेदः कः? महोदय, द्वयोः अपि भूतकालम् इति अहं मन्ये. किन्तु अभवत् इत्युक्ते कस्मिन् क्षणे एतद् जातं, तस्य पूर्वं तत् आसीत् न आसीत् इति. अभवत् इत्युक्ते कम्प्लीटेड् महोदय, अभवत् अभवत् इत्युक्ते बिकेम् इति हेपेन्ड् अभवत्. पुरुषः अस्ति चेत् सः उत्तमः अभवत् इत्युक्ते पूर्वं न इदानीं अस्ति महोदय. तादृश अर्थः अस्ति खलु तत्र. आसीत् अहं चिन्तयामि आसीत् इत्युक्ते सर्वदा तदेव आसीत् अभवत् इति इत्युक्ते इति मम मनसि अस्ति. अहं तदेव महोदय यथा ज्वरम् अभवत् ज्वरः अभवत् हा तत्र भेदः अस्ति. भेदः अस्ति यदा पुरुषः उपयोगं करोमि चेत् अस्ति आसीत् इति उपयोगं करोमि महोदय. यदि भावः न अभवत् पश्यतु भगिनि सः युवराजः अस्ति. एकः युवराजः कश्चन युवराजः अस्ति सः एकदिने महाराजः अभवत्. तत्र सः महाराजः आसीत् इति वक्तुं शक्नुमः वा? सः युवराजः महाराजः अभवत्. भेदः किं महोदय अभवत् भेदः वदतु महोदय रघुपति महोदय. एकम् उदाहरणं मल्ल्यः श्रीमन्तः आसीत् इदानीं दरिद्रः अभवत् विजयमल्ल्य. आसीत् अभवत् न श्रीमन्तः आसीत् इदानीं दरिद्रः अभवत्. यत् भवति तत् महोदय किं भगिनि यत् भवति तत् अभवत् भूतकाले तद् अभवत् किन्तु अहं चिन्तयामि यदि कार्यं भवति अति अभवत् तादृश अर्थः नास्ति भगिनि. अत्र भेदः अस्ति अभवत् इति केवलं कार्यं न भवति इति तत् क्रियापदम् अस्ति. तत्र क्रियापदं जानाति वा यत् तत् पुल्लिङ्गे अस्ति अथवा नपुंसकलिङ्गे इति क्रियापदं जानाति वा? पुरुषः गच्छति मृगः गच्छति किमपि गच्छति इत्युक्ते तत् क्रियापदं. तत्र क्रियापदं लिङ्गभेदः न करोति खलु? अभवत् इति तदेव अभवत् इति क्रियापदम् अस्ति खलु तत्र. ज्ञानस्य आगमनं भवति तदपि क्रियापदं दरिद्रता आगच्छति अभवत्. अस्तु भानुचेतनी महोदय सः धर्मनिष्ठः आसीत् इति महोदय सः धर्मनिष्ठः आसीत् एकदा एकः साधुः महाराजस्य भवनम् आगतवान्. महाराजः अतीव सन्तोषम् अभवत् महोदय. सन्तोषम् अनुभूतवान् अनुभूतवान् सः स्वागतं कृत्वा अपृच्छत् किं भवान् किम् इच्छति इति अपृच्छत्. न इच्छति सः किमपि न इच्छति किन्तु एतत् दातुम् इच्छति. महोदय एकः प्रश्नः सन्तोषम् अनुभूतवान् सन्तोषः अभवत् इति वक्तुं शक्नुमः किं महोदय? तस्य सन्तोषः अभवत् तस्य सन्तोषः अभवत्. अग्रे महोदय तापसः तदा उक्तवान् यद् भवन्तम् अत्यन्तं प्रियम् इति मन्ये तद् ददातु. यत् भवान् अत्यन्तं प्रियम् इति यत् मन्यते तत् मह्यं ददातु इति सः उक्तवान्. समीचीनं महोदय धन्यवादः. अस्तु इदानीं कः वंशीसुधा भगिनी किञ्चित् इदानीं वदति वा तदनन्तरं किम् अभवत् इति? आं महोदय, अहं भवान् कुत्र इदानीं भानुचेतनी महोदय वदतु किं ददामि इति, किं ददामि पर्यन्तं तावत्पर्यन्तम्? अनन्तरं तापसः वदति, भवान् मम कृते भवतः अतिमूल्यं प्रियं या अतिमूल्यं या अत्यन्तप्रियं वस्तु मह्यं ददातु इति वदति. तापसः वदति यदि तापसः आगच्छति राजन् इदानीं यत् अमूल्यम् अथवा अत्यन्तम् अमूल्यं वस्तु अस्ति तद् मह्यं ददातु इति तापसः उक्तवान्. इदानीं महाराजः किं करोति वदति? महाराजः वदति, मम पार्श्वे राज्यम् अस्ति, कोशम् अस्ति, सर्वे मम एव वस्तु, मम वस्तु एव, अहं तत् ददामि इति महाराज वदति. तदनन्तरं तापस वदति, तत्सर्वं भवतः प्रजाजनानाम् इव प्रजाजनानाम् एव अस्ति, भवतः वस्तु नास्ति. भवान् राज्यं कोशं राजभवनं रथादिकं सर्वं प्रजाजनानाम् एव अस्ति, भवतः नास्ति. भवतः तस्य संरक्षणम् एव करोति, भवतः राज्यं कोशं भवतः एव नास्ति इति तापसः वदति. भवान् राज्यस्य कोशस्य वा संरक्षणं करोति किन्तु भवतः नास्ति इति उक्त्वा इति श्रुत्वा राजन् वदति, तर्हि अहं राजभवनम् अथवा रथा अधिकम् अहं ददामि, भवान् एव स्वीकरोतु. भवान् तत् स्वीकरोतु इति. तापसः हसित्वा उक्तवान् महाराजः, तत्सर्वम् अपि प्रजाजनानाम् एव अस्ति, भवतः नास्ति. किमर्थं दत्तमस्ति? किमर्थं दत्तमस्ति? अहं भवतः एव इच्छामि, भवतः एव अतिमूल्यम् इच्छामि, प्रजाजनानाम् अहं न इच्छामि. भवतः एव इच्छामि प्रजाजनानां वस्तु न इच्छामि. अस्तु, समीचीनम्. अस्तु, इदानीं मेहुल् मोदी अग्रे. धन्यवादः भगिनी. मेहुल् मोदी अग्रे. महोदय, एकः प्रश्नः अस्ति, भवदीयः इति भवान् उक्तवान् पुल्लिङ्गे अस्ति, भवदीयम् इति विशेषणम् अस्ति महोदय, एतत् भवदीयम् इति कदा नाम अस्ति? नपुंसकलिङ्गे अस्ति तत्र. नपुंसकलिङ्गे अग्रे किं भवति महोदय? क्षम्यताम्, अहम् अधुना कार्याने अस्मि अतः. अस्तु अस्तु अस्तु अस्तु महोदय, चिन्ता मास्तु. अस्तु, नरेश् महोदय उक्तवान् इति मन्ये. नरेश् महोदय वदति वा इदानीम्? आं महोदय. अस्तु, तर्हि मम शरीरमेव ददामि. एतद्वा मदीयम् इति अङ्गीकरोति खलु महाराजः? महाराजः वदति, यदि अन्यवस्तूनि मम नास्ति, मम शरीरः मम अस्ति, अहं शरीरं ददामि. सः तापसं गच्छति अङ्गीकरोतु खलु, परन्तु परन्तु तापसः वदति तत्तु भवतः नास्ति, भवतः शरीरं भवतः नास्ति, तत्तु माता पिता दत्तं, तदुपरि भवतः शरीर उपरि भवतः पुत्रानाम अधिकारः अस्ति, न तु भवतः अधिकारः नास्ति अधुना तु महाराजः विस्मयेन मूकः अभवत्, तदा महाराजः किमपि वक्तुं न शक्नोति, सः अग्रे किं वक्तव्यम् इत्येव न ज्ञातवान्. महाराजः न जानाति. तदा तापसः एव उक्तवान्, राजन् भवतः मनसि यः अहङ्कारः अस्ति सः पूर्णतः भवदीयः एव, तस्य दानं करोतु. तापसः वदति भवतः अहङ्कारः भवतः अस्ति, तस्य दानं करोतु. भवतः अहङ्कारं ददातु, यतः अहङ्कारः एव सर्वविधस्यापि बन्धनस्य कारणम्. तापसः वदति भवतः अहङ्कारः बन्धनस्य कारणमस्ति, बन्धनस्य बन्धनस्य कारणम् अस्ति बन्धनम् इति केवलम् एकम् इति नास्ति, बहुविधबन्धनमस्ति, अनेकाः बन्धनाः सन्ति इति, किन्तु सर्वविधबन्धनस्य कारणम् अहङ्कारः एव इति. महाराजः अनन्तरदिनतः एव अनासक्तः योगी एव शासनं कृतवान्. अहङ्कार त्यक्तं महाराजः योगी अभवत् एवं शासनं कृतवान्. समीचीनं महोदय, समीचीनं, धन्यवादः. तत्र एकं केवलमेकम् अस्ति तत्र वक्तव्यं, तत्र महाराजः इति अकारान्तशब्दः अस्ति, रामशब्दवत् अथवा देवशब्दवत् अस्ति, किन्तु राजन् इति तद् नकारान्तशब्दः अस्ति, अतः तत्र सम्बोधने राजन् इति दृश्यते, महाराज इति अस्ति, किन्तु तत्र कुत्रापि महाराज इति सम्बोधनम् अस्ति वा? साधु महाराज इति अस्ति खलु तत्र, तत्र साधु महाराज अपि, तत्र महाराज इति अकारान्तपदम् अस्ति किन्तु राज इति नकारान्तपदम् अस्ति, तत्र किञ्चित् क्लेशः अस्ति. अस्तु, अस्तु, समीचीनं. सर्वे कथायाः अर्थः अर्थं ज्ञातवन्तः इति मन्ये. अस्तु, समयः जातः. अन्या कथा अनन्तरदिनम् अग्रिमवर्गे पठामः. अस्तु, तदनन्तरम् अग्रिमवर्गे एव गीतासोपानस्य अपि उद्घाटनं कुर्मः. अस्तु अस्तु, विरमामः. धन्यवादः सर्वेभ्यो. नमः. धन्यवादः महोदय. नमस्कार.